गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे अन्वयव्यतिरेकी हेतुः इति पाठः आरब्धः। व्याप्तिः हेतौ भवेत्। व्याप्तिः इत्युक्ते व्याप्य व्यापकभावसम्बन्धबोधकवाक्यं, वाक्यमपि नास्ति केवलं शब्दः। व्याप्तिः इति एकः एव शब्दः, पदम्। तस्मिन् पञ्चपदार्थाः, पञ्चविषयाः ज्ञाताः भवन्ति, तद् इति अपि अस्माभिः अधीतम्। व्याप्तिः कुत्र भवेत्? हेतौ भवेत्। हेतौ कति गुणाः भवेत्? द्वौ गुणौ भवेताम्। ते के इति चेत् पक्षधर्मता अपि च व्याप्तित्वम्, उभयमपि हेतौ भवेत्। व्याप्तिः द्विधा भवति, अन्वयव्याप्तिः व्यतिरेकव्याप्तिः इति। तर्हि तदाधारेण हेतुः त्रिविधं भवति। अन्वयव्यतिरेकी हेतुः इति एकविधः, केवलान्वयी इति द्वितीयविधहेतुः, केवलव्यतिरेकी इति तृतीयविधहेतुः। अपि च अस्तित्वं विद्यमानत्वं कयोः? साध्यहेत्वोः विद्यमानत्वं स्वीकृत्य, अस्तित्वं स्वीकृत्य, भावत्वं स्वीकृत्य यदि वाक्यं वदामः तादृशवाक्यम् अन्वयव्याप्तिः इति कथ्यते। उदाहरणार्थं यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसम्। यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति, यथा महानसम् इति अस्तित्वं स्वीकृत्य, विद्यमानत्वं स्वीकृत्य वाक्यं रचयामश्चेत् तादृशवाक्यम् अन्वयव्याप्तिः इति कथ्यते। अविद्यमानत्वम्, अभावत्वं स्वीकृत्य, उदाहरणार्थं यत्र यत्र वह्निः अभावः तत्र तत्र धूम अभावः, यथा ह्रदः इति वाक्यं रचयामश्चेत् तादृशवाक्यं व्यतिरेकव्याप्तिः इति अस्माभिः दृष्टम्। तर्हि यस्मिन् हेतौ उभयविधवाक्यमपि वक्तुं शक्यते तादृशहेतुः अस्ति अन्वयव्यतिरेकी हेतुः। अत्र पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यत्र हेतुः अस्ति धूमः। तर्हि धूमः इति कीदृशहेतुः इति चेत् अन्वयव्यतिरेकी हेतुः अस्ति। यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम्, यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः यथा हृदः इति वाक्यद्वयं, व्याप्तिवाक्यद्वयमपि वक्तुं शक्यते हेतुं प्रति इति कृत्वा तादृशहेतुः धूमः अन्वयव्यतिरेकी हेतुः। अपि च यत्र केवलम् अन्वयवाक्ये उदाहरणं दातुं शक्नुमः तादृशवाक्यं केवलान्वयी व्याप्तिः इति उक्तम्। उदाहरणं किमासीत्? एकनिमिषं, घटः अभिधेयः प्रमेयत्वात् पठवत्, तत्र पठवत् इति उदाहरणं वक्तुं शक्यते इति कृत्वा तत् केवल अन्वयी व्याप्तिः। व्याप्तिः इत्युक्ते प्रमेय, अत्र केवलान्वयी हेतुः कः इति चेत् प्रमेयत्वात् इति यत् प्रमेयः उक्तः, प्रमेयत्वम् उक्तं, तादृशप्रमेयत्वम् अन्वय केवलान्वयी हेतुः। अपि च व्यतिरेकव्याप्ति इत्युक्ते यत्र व्यतिरेकव्याप्तिवाक्ये एव उदाहरणं वक्तुं शक्नुमः, अन्वयवाक्ये उदाहरणं न वक्तुं शक्नुमः, तादृशवाक्यमस्ति व्यतिरेकव्याप्तिः। अपि च तादृशव्याप्तित्वं यस्मिन् वर्तते तत् केवलान्वयी केवलव्यतिरेकी हेतुः। उदाहरणम् अत्र पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात् यथा जलम् इति वाक्यं, तत्र यथा जलम् इति उदाहरणं केवलं व्यतिरेकवाक्ये एव वक्तुं शक्यते, अन्वयवाक्ये न भवति, तावत् अस्माभिः अधीतम्। अस्तु, तर्हि इतः अग्रे गन्तव्यमस्ति 204, तत्र घटकः इति पदमपि अस्माभिः दृष्टम्। हेतुः यस्यां हेतुः साध्यं च घटकौ, हेतुसाध्ययोः ज्ञानेनैव या व्याप्तिः ज्ञायते सा अन्वयव्याप्तिः इत्युच्यते इति अस्माभिः दृष्टं। व्यतिरेकव्याप्तिः इत्यत्र तत्रापि वाक्यं साध्यहेतुघटकौ अस्ति, घटकम् अस्ति, तथापि अत्र अविद्यमानत्वं, तयोः अविद्यमानत्वं स्वीकृत्य वाक्यं घटितमस्ति, निर्मितमस्ति इति तावदस्माभिः अधीतम्। अस्तु, तदनन्तरं तर्हि इदानीं चतुरधिकद्विशततमपुटे तृतीयपङ्क्तिः, तत्र आदौ उभयव्याप्तिमन्तं हेतुमेव दर्शयति इति आरभ्य पठनीयम्। अस्तु, सत्यभौम भगिनी आरब्धुमिच्छति वा? आं महोदय। तत्र आदौ अन्वयव्याप्तिमन्दं हेतुम् एव दर्शयति, अन्वयेन इत्यादीना धूमे वह्नेः अन्वयव्याप्तिः अस्ति, व्यतिरेकव्याप्तिः अपि अस्ति। पूर्वविवरण अनुरोधेन यस्यां व्याप्तौ हेतुः साध्यं च घटकं ताम् अन्यव्याप्ति धूमे दर्शयति, यत्र धूम इति अन्यव्याप्ति, तत्र आदौ उभयव्याप्तिमन्दं हेतुमेव दर्शयति इत्युक्ते अन्यव्याप्ति अपि च व्यतिरेकव्याप्ति द्वयमपि हेतु अन्यव्यतिरेकी हेतु एव दर्शयति इति। तर्हि उभयव्याप्तिमन्तम् इत्युक्ते किं, हेतुं खलु, हेतु उभयव्याप्तिमान् अस्ति हेतुः, तादृशहेतुः प्रथमम् उक्तं धूमः इति। अस्तु, अग्रे। धूमे वह्नेः अन्वयव्याप्तिः अस्ति, व्यतिरेकव्याप्तिः अपि अस्ति, तदुक्तं। पूर्वं पश्यतु, अत्र धूमे अन्वयव्याप्तिः अस्ति, व्यतिरेकव्याप्तिः अस्ति इति न उक्तं, वह्नेः अन्वयव्याप्तिः साकाङ्क्षपदमस्ति खलु इति कृत्वा वह्नेः वह्नि दृष्ट्या अन्वयव्याप्तिः व्यतिरेकव्याप्तिः उभयमपि धूमे अस्ति। अग्रे। पूर्वविवरण अनुरोधेन यस्यां व्याप्तौ हेतुः साध्यं च घटकं ताम् अन्यव्याप्तिं धूमे दर्शयति, अत्र वाक्यमपि दत्तमस्ति यत्र यत्र धूमः इति। पूर्वविवरण अनुरोधेन यस्यां व्याप्तौ हेतु साध्यं च घटकं तान् पूर्वं वयं दृष्टवन्तः व्याप्ति वाक्यं यदस्ति तस्य घटकं घटितपदानि तेषां ज्ञानेन एव सम्पूर्णवाक्यस्य ज्ञानं भवति, तादृशपदमस्ति साध्यम् अपि च हेतु, तयोः ज्ञानेन एव अत्र व्याप्ति ज्ञानं भवति। भगिनी, नूतनं किमपि नास्ति चेत् सर्वं वक्तव्यम् इति नास्ति, प्रतिपादनस्य आवश्यकता नास्ति खलु, केवलम् अत्र पुनस्मारितम्। यत्र यत्र धूमः इति नास्ति, अत्र समीचीनतया पठतु, यत्र धूमः इति एव मूले उक्तं, वीक्षा न दत्तं, यत्र धूमः तत्र अग्निः तावदेव उक्तम्। अस्तु अग्रे. यत्र धूमः तत्र अग्निः इति अन्यव्याप्तिप्रदर्शकं वाक्यं मूले अभिहितम्. एतदेव भवान् उक्तवान्. तेन पृष्ठसङ्ख्या 191 उक्तरीत्या सर्वेषु धूमाधिकरणेषु अग्निः अस्ति इत्येव ज्ञायते. तच्च तत्रैव चित्र आदौ दर्शितरीत्या व्यापकत्वरूपं भवति. व्यापकत्वरूपं भवति तच्च व्यापकत्वं वह्नेः धर्मः, व्याप्तिः तु धूमस्य धर्मः. स च प्रकृते अनेन वाक्येन न एव बोध्यते इति कथं ग्रन्थकारेण तथा उक्तम् इति आकाङ्क्षा यद्यपि भवति तथापि धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते इत्यनेन वह्नेः व्यापकत्वमिव तुल्यवित्तिवेद्यतया धूमे वह्निसमानाधिकरण्यम् अस्ति इत्यपि बोध्यते एव. अत्र यत्र धूमः तत्र अग्निः इति अन्यव्याप्तिप्रदर्शनं वाक्यं मूले अभिहितं. तेन उक्तरीत्या सर्वेषु धूमाधिकरणेषु अग्निः अस्ति इत्येव ज्ञायते. तच्च तत्रादौ चित्रादौ दर्शनरीत्या व्यापकरूपं व्यापकत्वरूपं भवति. आदौ तत्र व्यापकत्वं वह्नेः धर्मः, व्याप्तिः तु धूमस्य धर्मः. स च प्रकृति अनेन अत्र किं वक्तव्यम् इति न अवगतं महोदय. अत्र एतत् न अवगतवती. प्रकृते वाक्येन न एव बोध्यते इति कथम्? अत्र वाक्यं किं मूले किं वाक्यम् उक्तं? तत्र यत्र धूमः तत्र अग्निः इति तदुक्तं खलु. तर्हि यत्र धूमः तत्र अग्निः, यद्यपि यत्र यत्र धूमः तत्र तत्र वह्निः इति वीप्सा स्वीकृत्य न उक्तं, यत्र धूमः तत्र अग्निः इति वाक्येन अत्र यत्र यत्र धूमः अस्ति तत्र वह्निः अस्ति एव इति ज्ञातुं शक्नुमः, यत्र धूमः तत्र वह्निः इति. किन्तु यत्र यत्र धूमः तत्र तत्र वह्निः इति न उक्तम्. यदा यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः तदा एव व्यापकत्वव्याप्यत्वभावः सूचितः भवति खलु. यत्र यत्र इति वीप्सा यदा यदा कुर्मः तदा एव अत्र वह्निः व्यापकः, व्यापकत्वं वह्नौ, व्याप्यत्वं धूमे इति ज्ञानं भवति खलु. तदेव प्रश्नः. इत्युक्ते तच्च व्यापकत्वं वह्नेः धर्मः, व्याप्तिस्तु धूमस्य धर्मः. स च प्रकृते अनेन वाक्येन, यत्र धूमः तत्र वह्निः इति तावदेव वदामश्चेत् यत्र यत्र धूमः तत्र तत्र वह्निः इति ज्ञानं न भवति खलु. तदेव अत्र उक्तं. स च प्रकृते अनेन वाक्येन नैव बोध्यते. यत्र धूमः तत्र वह्निः इति वदामश्चेत् वह्निः व्यापकः, धूमः व्याप्यः इति ज्ञानं न भवति इति कथं ग्रन्थकारेण तथा उक्तम् इति आशंका. तर्हि यत्र यत्र धूमः तत्र तत्र वह्निः इति एव वक्तव्यम् आसीत् ग्रन्थकारेण. केवलं यत्र धूमः तत्र वह्निः इति वदामश्चेत् न पर्याप्तं, व्याप्यव्यापकभावः न बुध्यते इति प्रश्नः उदेति खलु. तथापि धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते एव इत्यनेन वह्नेः व्यापकत्वम् इव तुल्यवित्तिवेद्यता धूमे वह्निसामानाधिकरण्यम् अस्ति इत्यस्य इत्यपि बोध्यते एव इति उक्तम्. तर्हि प्रथमम् अत्र तुल्यवित्तिवेद्यता इत्युक्ते किं, तत् पूर्वं पठितम् अस्माभिः. यत्र यत्र व्यापकः एकस्य ज्ञानेन अन्यस्य अन्यपदार्थस्य भानं भवति इति. यत्र यत्र इति मा वदतु, तुल्यवृत्तिवेद्यता इत्युक्ते किम्? एकपदार्थस्य ज्ञानेन अपरपदार्थस्य भानं भवति इति. अत्र वह्निज्ञानेन वह्नि अधिकरणे अत्र उदाहरणं किं दत्तमासीत् पुस्तके? एकस्य ज्ञानेन अन्यस्य ज्ञानं भवति इति कथम्? उदाहरणं किं दत्तमासीत् अत्र? दशरथस्य पुत्रः इति. हा, दशरथस्य पुत्रः रामः इति वदामश्चेत् यद्यपि रामस्य पिता दशरथः इति वाक्ये न उक्तम्. वाक्यं किं? दशरथस्य पुत्रः रामः इति उक्तम्. वाक्ये वाक्यं किं? दशरथस्य पुत्रः रामः इति उक्तम्. रामस्य पिता दशरथः इति यद्यपि न उक्तं, किन्तु दशरथस्य पुत्रः रामः इति वदामश्चेत् तेनैव वाक्येन रामस्य पिता दशरथः इति अपि अर्थम् अवगन्तुं शक्नुमः खलु? एवम् अत्र किमुक्तं? यत्र धूमः तत्र वह्निः इति उक्तम्. अत्र यत्र धूमः, यत्र धूमः तत्र वह्निः इति उक्तं. तर्हि अत्र किमुक्तं? यत्र धूमः तत्र वह्निः इत्यनेन वह्निः व्यापकः इति उक्तं खलु? वह्निः व्यापकः इति उक्तम्. हा, यत्र धूमः तत्र वह्निः इति तावदेव वदामश्चेत् वह्निः व्यापकः इति ज्ञातं. तर्हि वह्निः व्यापकः इति ज्ञातं चेत् धूमः व्याप्यः इति अपि ज्ञातं भवति खलु? ज्ञातं भवति. हा, तदेव अत्र उक्तम्. तथापि धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते इत्यनेन वह्नेः व्यापकत्वम् इव यथा यत्र धूमः तत्र वह्निः इति उक्तेन इति उक्त्या वह्निः व्यापकः इति जानीमः. तेन यद्यपि धूमः व्याप्यः इति न उक्तं, तथापि धूमः व्याप्यः इति ज्ञातुं शक्यते तुल्यवृत्तिवेद्यतया. व्याप्यस्य ज्ञानमपि भवति इति. हा, व्याप्यत्वस्य, व्याप्यस्य, व्याप्यम् इत्युक्ते धूमः, व्याप्य धूमस्य व्याप्यत्वस्य ज्ञानमपि भवति इति अत्र उक्तम्. तुल्यविद्यवेद्यतया इत्युक्ते एकेन ज्ञानेन अन्यज्ञानं यद्यपि साक्षात् न उक्तं, तथापि तादृशबोधः जायते एव. वह्निः सामानाधिकरण्यं कस्य? वह्निः सामानाधिकरण्यं धूमस्य. हा, उत्तमं. समान अधिकरणं किं? पर्वतः. अत्र उत्तमं, महात्तमं. हा, वह्निः सामानाधिकरण्यं धूमवह्नियोः मध्ये सामानाधिकरण्यम् अस्ति इत्यपि बोध्यते एव इति उक्तम्. तर्हि वाक्यं यद्यपि यत्र यत्र धूमः तत्र तत्र वह्निः इति साध्य अभावत् आवृत्तित्वम् इति तादृशं न उक्तम् अत्र. केवलं यत्र धूमः तत्र वह्निः यथा महानसम् इति उक्तम्. तर्हि यथा महानसम् इति उक्तत्वात् अत्र महानसं वाक्यं पश्यामश्चेत् महानसम् इति अधिकरणमस्ति, तस्मिन् वह्निः अपि अस्ति इति कृत्वा तत्र धूमः अपि अस्ति इति कृत्वा तयोः मध्ये सामानाधिकरण्यं जातं. तर्हि व्याप्यव्यापक भावः यत्र अस्ति तयोः मध्ये सामानाधिकरण्यं भवेत् खलु? व्याप्यस्य व्यापकत्वेन सामानाधिकरण्यं भवेत् व्याप्यस्य इति कृत्वा यत्र धूमः तत्र वह्निः इति उक्तं चेदपि, तावदेव उक्तं चेदपि, यत्र यत्र धूमः तत्र तत्र वह्निः इति वाक्यं न उक्तं चेदपि एतादृशबोधते बोधः जायत्येव इति विद्याधरीग्रन्थकारेण समर्थितं मूलवाक्यस्य. अस्तु, अग्रे गच्छामि. धन्यवादः भगिनि. धन्यवादः. अग्रे वर्षा भगिनी पठति वा? नहि एवं सम्भवति, वह्निः धूमव्यापकः, धूमस्तु वह्न्य अधिकरणे नास्ति. धूमव्यापकः वह्निः अस्ति, अतः एतादृशसम्भवः असम्भवः भवति यदि वह्नि अधिकरणे यदि यदि धूमः वह्नि अधिकरणे नास्ति तत् भवितुमेव न तत् न भवितुमेव अस्ति न इतोपि समीचीनतया वक्तव्यं न हि एवं सम्भवति किं न सम्भवति धूमः न हि एव सम्भवति वह्निः धूमव्यापकः अस्तु अत्र धूमव्यापकः इति समस्तपदस्य विग्रहवाक्यं वदतु धूमस्य व्यापकः धूमव्यापकः उत्तमं वह्निः धूमव्यापकः धूमस्य व्यापकः धूमव्यापकः तर्हि धूमव्यापकः इत्यनेन वह्निः उक्तः खलु तदनन्तरं तदनन्तरं धूमः तु वह्नि अधिकरणे नास्ति तदेव न सम्भवति यदा वह्नि तु धूमव्यापकः अस्ति एव वह्नि अधिकरणे धूमः नास्ति इति धूमः तु वह्नि अधिकरणे नास्ति इति न सम्भवति हा इत्युक्ते पूर्वस्मिन् परिच्छेदे वह्नि सामानाधिकरण्यम् इति उक्तं खलु इत्युक्ते यत्र यदि द्वयोः मध्ये व्याप्यव्यापकभावः अस्ति तर्हि यत्र व्यापकः अस्ति तत्र तत्र न यत्र व्याप्य यत्र व्याप्यः अस्ति तत्र व्यापकः न भवति इति न भवति एव तादृशसम्भवः न भवति खलु हा इति तदेव असम्भवः अत्र अस्तु अग्रे that is confusing because he put varni dhuma vyapakah in the first he could have directly said nahi eva sambhavati dhumah varni adhikarane nasti yatah varni dhuma vyapakah iti satyam would have been clear nahi eva sambhavati chakram ghata vyapakam ghatastu chakradhikarane nasti एवं च एकपदः अस्ति नहि एवं सम्भवति चक्रं घटव्यापकं घटस्तु चक्राधिकरणे नास्ति अत्र अस्ति कारणं यदि कार्यस्य कारणम् अत्र तस्य व्यापकः अस्ति इति एक निकषः वयं पठितवन्तः अत्र अस्ति चक्रं घटव्यापकं भवेत् इति अतः तत् वाक्यं कथम् अवगन्तव्यं चेत् अत्र चक्रं घटव्यापकं न अस्ति इति सम्भावना न भवितुम् अर्हति इति नास्ति ओहो द्वयोः अधिकरणः भिन्नः घटः चक्राधिकरणे नास्ति इति कृत्वा चक्रं घटव्यापकम् इति न वक्तुं शक्नुमः इति अवगतः देन् वाट् वास् द पूर्वनिकषः महोदय दट् कार्य शुड् बि देर् इन् एकनिमिषम् अत्र किमस्ति इति प्रथमं वदतु तदनन्तरं पूर्वनिकषः कः इति पश्यामः अत्र कस्मिन् विषये चिन्तनं जायमानमस्ति व्याप्यव्यापकयोः मध्ये सामानाधिकरण्यं भवेत् इति नियमः खलु व्याप्यव्यापकयोः मध्ये सामानाधिकरण्यं भवेत् इति नियमः तदर्थं तद् नियमस्य साधनार्थम् उदाहरणद्वयं स्वीकरोति आचार्यः तर्हि इदानीं घटस्य अधिकरणं किम् घटस्य अधिकरणं चक्र भूतलः अस्ति कपालः हा समवायिकारणं कपालः एव खलु तर्हि घटः कुत्र अस्ति कपाले अस्ति इति कृत्वा चक्रं कुत्र अस्ति भूतले अस्ति तर्हि द्वयोः चक्रघटयोः मध्ये सामानाधिकरण्यं नास्ति खलु इति कृत्वा तयोः मध्ये चक्रघटयोः मध्ये व्याप्यव्यापकभावः न सिध्यति, न सम्भवति. इति द्वितीयं. तर्हि द्वितीय उदाहरणे चक्रं तु भूतले अस्ति, घटः तु कपाले अस्ति इति कृत्वा तयोः मध्ये सामानाधिकरण्यं नास्ति इति कृत्वा तयोः मध्ये व्याप्यव्यापकभावः यदा कदापि न भवति इति कृत्वा न हि एवं सम्भवति. चक्रं घटस्य व्यापकं, घटस्य व्यापकं यदा कदापि चक्रं न भवति, कपालः भवितुमर्हति. भवतु, तदपि न वक्तव्यम् अत्र. अस्तु, घटः चक्रं घटव्यापकं यदा कदापि न भवति. एवं किं न भवति इति चेत् वह्निः धूमव्यापकः, अपि च धूमः वह्नि अधिकरणे नास्ति इति अपि न भवति खलु. तर्हि उभयमपि न भवति. इत्युक्ते व्याप्यव्यापकयोः मध्ये सामानाधिकरण्यं भवेत् इति नियमः. तावदेव अत्र उक्तम्. अस्तु, इदानीम् अग्रे पठतु. अस्तु महोदय, पूर्वं वयं दृष्टवन्तः कारणं कार्यस्य व्यापकः. किमर्थम् अत्र कारणकार्यविषये चिन्तयति भवती? It was there in the book, no, I'm not able to get the page number. Vayam drishtavanta. Parantu atra eka bedaha yoho madhye, tad trini nikashaha kare sambandhe asti, parantu vyapi vyapake iti api vayam drishtavanta. Poorva meva drishtavanta, parantu poorva kshane bhai, tad sarvam vayam drishtavanta. Vyapi vyapake. पेज् 200 तत्र अस्ति. परन्तु कारणत्वे अपरः अयं विशेषः, तत्र कार्योत्पत्तेः पूर्वकाले कारणेन भाव्यं, व्यापकत्वे तु कालविचारः नास्ति इति कारणत्वस्य व्यापकत्वस्य च भवति विवेकः. तावदेव उक्तम्. परन्तु तत् पूर्वं तु उक्तम्. एकनिमिषमध्ये दृष्ट्वा वदामि. कार्य सर्वत्र एवं कारणभावस्थले कार्याधिकरणविशिष्ट अभावप्रतियोगि कस्मिन् पुटे अस्ति भवति? सम्यक्तया न श्रूयते, मध्ये खण्डनं. नो, ऐ थिङ्क् इट्स् अगेन् दि फीड्बेक् दट्स् कमिङ्ग्. यु पुटिङ्ग् मी आन् स्पीकर् फोन् and that is the feedback is coming, that is the problem. Maya purvam api uktam. Asu vadatu bhagini, kutra kasmin pute asti iti kinchit uktva vadatu, aham mute madhye bhavami. 200 mahode paragraph. Patatu. हा महोदय, इत्थमेव घटाधिकरणे कपालः अभावः, पटः नास्ति, पुष्पटो नास्ति इति अभावः, न हि क्वचिदपि चक्रं नास्ति इति अभावः, कपाले संयोगसम्बन्धेन चक्रस्य सत्त्वात्, अतः कारणवृत्ति अभावाः अन्येषाम् अभावः एव. तत्तत् पुस्तके वा प्रतियोगितं नास्ति इति अभावः चक्रे अस्ति, अत्रापि भवति घटव्यापकम् घटव्यापकम् इति वाक्यमस्ति. एवमेव सर्वभावस्थले कार्याधिकरणनिष्ठ अभावप्रतियोगित्वभावः तत्तत् कारणस्य आलोच्यः, तेन कार्यं प्रति व्यापकत्वसिद्धिः. वाक्यस्य विरोधः अस्ति एतादृशवाक्यं, चक्रं घटव्यापकम् इति न एव सम्भवति. अस्मिन् ग्रन्थकारेण पूर्ववाक्यस्य अत्र कारणत्वम् आधारीकृत्य व्याप्यव्यापकभावः पश्यामश्चेत् चक्रमपि भवति घटव्यापकम् इति अस्ति, किन्तु अधिकरणं स्वीकृत्य व्याप्यव्यापकभावं पश्यामश्चेत् न भवति चक्रं घटव्यापकं। तर्हि व्याप्यव्यापकभावः किम् आधारीकृत्य चिन्तयेम इति अवगन्तव्यम्। व्याप्यव्यापकभावः अत्र यत्र यत्र धूमः तत्र देशः स्वीकृतः अस्ति खलु, यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्निः अभावः तत्र तत्र धूमाभावः इति देशं स्वीकृत्य अधिकरणं स्वीकृत्य यदि व्याप्यव्यापकभावः वदामश्चेत् तत्र चक्रं घटव्यापकं न भवति। किमर्थं? घटचक्रयोः मध्ये सामानाधिकरण्यं नास्ति इत्यतः। किन्तु चक्रं विना घटः न उत्पद्यते, चक्रं विना कपालद्वयोः मध्ये संयोगः न भवति, संयोगः न भवति चेत् घटं न उत्पद्यते इति कृत्वा कारणत्वम् आधारीकृत्य व्याप्यव्यापकभावद्भावं चिन्तयामश्चेत् तदा घटः चक्रं घटव्यापकं भवत्येव। कालम् आधारीकृत्यापि व्याप्यव्यापकभावः वक्तुं शक्यते, कालम् आधारीकृत्यापि व्याप्यव्यापकभावः वक्तुं शक्यते। तर्हि किम् आधारीकृत्य व्याप्यव्यापकभावं वदामः, तादृशं स्वीकृत्य अत्र चिन्तनीयम्। अत्र प्रसङ्गविषयः प्रकृतविषयः कः इति चेत् सामानाधिकरण्यं भवेत्। किमर्थम् अत्र सामानाधिकरण्यस्य विषये चिन्तनम् इति चेत् मूलग्रन्थकारेण किमुक्तम्? यत्र धूमः तत्र वह्निः यथा महानतम् इति तावदेव उक्तम्। तर्हि तत् पर्याप्तं वा न वा इति चिन्तनम्। यत्र धूमः तत्र वह्निः इति, यत्र महानसे धूमः तत्र महानसे वह्निः इति वाक्यं तादृशमस्ति इति कृत्वा तयोः धूमवह्न्योः मध्ये सामानाधिकरण्यम् उक्तम्। सामानाधिकरण्यमस्ति चेत् समान अधिकरणं स्वीकृत्य व्याप्यव्यापकभावः साधयितुं शक्नुमः। तर्हि अत्र व्यापकत्वम् अवबुद्धमस्ति चेत् व्याप्यत्वम् अपि धूमे अवबुध्यते एव इति कृत्वा यत्र धूमः तत्र वह्निः इति वदामश्चेत् पर्याप्तम् इति ग्रन्थकारस्य आशयः अस्ति। बुद्धं वा? सो डिसैडिङ्ग् फ्याक्टर् अत्र अधिकरणमेव भवति वा? अधिकरणम् एव भवति इति नास्ति। अत्र व्याप्यव्यापकभावः इति कश्चन इति कश्चन भावः अस्ति, सम्बन्धः अस्ति खलु, व्यापकः व्याप्यः। अत्र व्यापकः व्याप्यः इति किम् अधिकृत्य वदेम इति चेत् अधिकरणं स्वीकृत्य। इफ् यु से व्यापक इस् दट् विच् इस् प्रसेण्ट् इन् मोर् प्लेसस् as compared to vyapya, but it is present in every place that vyapya is, so you are taking place as the basis of establishing vyapya vyapaka bhava, then tadri etadisham bhavati nahi evam sambhavati chakram ghata vyapakam iti sambhavati yadi adhikaranatvam adhikaranam swikritya vyapya vyapaka bhavah sambandha vadamasche dvayoh madhye tada चक्रं घटव्याप्तकं न भवति। किन्तु एकं कारणं वा कार्यं कारणं वा इति तत्र कारणत्वम् अधिकृत्य व्याप्यव्यापकभावं वदामश्चेत् तत्र चक्रं घटव्यापकं भवत्येव। सो इट् डिपेण्ड्स् अपान् वाट् आर् यु बेसिङ्ग् दि अस्तु अस्य प्रतिपादनार्थम् अन्यत् उदाहरणं किम् इति अहं चिन्तयन्नस्मि। ओके, रमेश् महोदयः भवतः पति, भवती तु रमेश् महोदयस्य पत्नी। तर्हि इदानीं पतिपत्नीसम्बन्धः अस्ति द्वयोः मध्ये, तादृशसम्बन्धः किम् आधारीकृत्य पतिपत्नीसम्बन्धः उक्तः? भवती वदति वा? किम् आधारीकृत्य इत्युक्ते उभयोः तत्र आत्मा अस्ति खलु, आत्मानम् आधारीकृत्य रमेशमहोदयस्य आत्मा भवत्याः आत्मनः पति इति आत्मानं स्वीकृत्य उक्तं वा, नो चेत् सूक्ष्मशरीरं स्वीकृत्य उक्तं वा, नो चेत् स्थूलशरीरं स्वीकृत्य उक्तं वा? स्थूलशरीरं स्वीकृत्य एव उक्तं महोदय. हा अस्तु, तर्हि स्थूलशरीरं स्वीकृत्य उभयोः मध्ये भवतोः मध्ये तत्र पत्नीसम्बन्धः भवितुमर्हति. किन्तु आत्मानं स्वीकृत्य वदामश्चेत् अहम् एवं वदामि इदानीम्, आत्मानं स्वीकृत्य न हि एवं सम्भवति घट अत्र वर्षा रमेशमहोदयोः मध्ये रमेश महोदयोः मध्ये पतिपत्नीसम्बन्धः अस्ति इति यदा कदापि न सम्भवति इति यदि अहं वदामि, वाक्यं समीचीनं वा न वा? समीचीनं महोदय. हा इति अत्रापि. तर्हि कुत्रचित् व्याप्यव्यापकभावः किम् आधारी पतिपत्नीसम्बन्धः किम् आधारीकृत्य वदामः इति चेत् स्थूलशरीरम् आधारीकृत्य वदामश्चेत् तर्हि इदानीं यदि अहं वदामि यत्र यत्र अत्र रामायणे वदामः खलु, यत्र रामः अस्ति तदेव सीतायाः अयोध्या इति, तर्हि तादृशम् अत्र व्याप्य यत्र यत्र रामः यत्र यत्र सीता तत्र तत्र रामः इति तादृशवाक्यं यदि अहं वदामि तत्र इदानीं रामः व्यापकः भवति सीता व्याप्यः भवति, किन्तु अत्र व्याप्यव्यापकभावः किम् आधारीकृत्य उक्तम् इति चेत् अत्र एकस्मिन् अधिकरणे द्वौ स्तः इति कृत्वा यत्र यत्र यस्मिन् अधिकरणे रामः अस्ति तस्मिन् अधिकरणे सीता अस्ति इति कृत्वा अधिकरणम् आधारीकृत्य यत्र यत्र रामः तत्र तत्र यत्र यत्र सीता तत्र रामः इति वदामश्चेत् तयोः मध्ये व्याप्यव्यापकभावः भवितुमर्हति. किन्तु अस्तु, इतोपि समीचीन उदाहरणं मया चिन्तनीयं, किन्तु आशयः मया उक्तः इति भाति. ऐ हेव् टु थिङ्क् आफ् अनदर् एक्साम्पल् अ बेटर् एक्साम्पल् टु प्रूव् दिस् बट् ऐ सपोस् यु अण्डर्स्टुड् वाट् ऐ हेड् टु से रैट्. यस् महोदय, इट् इस् वेरि क्लियर् नौ. हा तर्हि व्याप्यव्यापकभावः इति किमपि आधारीकृत्य एव वदेम खलु, तद् तद् आधारीकृत्य अत्र उक्तं. समीचीनं, भवत्या समीचीनतया चिन्तितम्. अत्र द्विशततमपुटे चक्रमपि भवति घटव्यापकम् इति उक्तम्, अत्र तु न सम्भवति चक्रं घटव्यापकम् इति उक्तं. किमर्थम् इति चेत् तत्र कारणत्वम् आधारीकृत्य व्याप्यव्यापकभावसम्बन्धः कल्पितः, अत्र तु अधिकरणम् आधारीकृत्य व्याप्यव्यापकसम्बन्धः उक्तः इति कृत्वा किम् आधारीकृत्य व्याप्यव्यापकसम्बन्धः कल्पयेम, तद् अनुसृत्य वाक्यमपि भवति. अस्तु अग्रे पठतु भगिनि. घटस्तु चक्राधिकरणे नास्ति, एवं च एकपदार्थे एवं च एकपदार्थे व्यापकत्वभाने अपरपदार्थे तत् सामानाधिकरण्यम् अवश्यं भासते इति अभ्युपेयम्. अत्र यदि एकपदार्थे व्यापकत्वं दृश्यते अपरपदार्थे तत् सामानाधिकरण्यम् अवश्यं भवेत्, तदा एव वयं व्याप्यव्यापकः भावम् अस्ति इति वक्तुं शक्यते. न न, तदा एव वाक्यमपि इति नास्ति. अत्र वाक्ये किमुक्तम्? एकपदार्थे व्यापकत्वे भाने यदि एकस्मिन् यत्र धूमः तत्र वह्निः इत्यत्र वह्नौ व्यापकत्वं भासते खलु, तत्र वह्निः इति उक्तत्वात्, तर्हि वह्नौ व्यापकत्वभाने धूमे व्याप्यत्वभानः अपि भवति इति उक्तम्. बुद्धं वा? समानाधिकरणम् अवश्यं भासते इति अभ्युपेयम् इति अभ्युपेयम् इति अस्ति किल महोदय, तत् समानाधिकरण्यम् अवश्यं भासते. समानाधिकरण्यमेव अवश्यं भासते, न तु व्याप्यव्यापकत्वं. अत्र आशयः कः इति अवगन्तव्यम्. हा महोदय, अस्तु अग्रे. अर्थात् तद् धूमनिष्ठम्, अतः स्वस्य यः व्यापकः वह्निः तत् सामानाधिकरण्यं धूमे आगतम् इति इयमेव अन्वयव्याप्तिः धूमनिष्ठा अनेन वाक्येन पदैः अर्थाच्च बोध्यते इति न दोषलेशः. अर्थात् धूमनिष्ठ तद् धूमनिष्ठं तत् इत्युक्ते अतः इति आरभ्य वदतु. अतः स्वस्य इत्युक्ते कस्य? स्वस्य इत्युक्ते स्वस्य यः व्यापकः वह्निः धूमस्य वा? उत्तमम्. अतः धूमस्य यः व्यापकः वह्निः तत् सामानाधिकरणे, अत्र तत् इत्युक्ते किं? वह्निः वह्निः सामानाधिकरण्यं धूमे आगतम्. वह्निः सामानाधिकरण्यं धूमे आगतम् इति इयमेव अन्वयव्याप्तिः. सा अन्वयव्याप्तिः धूमनिष्ठा अनेन वाक्येन पदैः अर्थाश्च बोध्यते इति न दोषलेशः. दोषलेशः इत्युक्ते कुत्र दोषः कल्पितः? यत्र अग्निः तत्र धूमः इति तावदेव मूलग्रन्थकारेण उक्तं. तावदुक्तं चेत् व्यापकत्वं भासते, व्याप्यत्वं न भासते. तर्हि इतोपि किञ्चित् वक्तव्यम् आसीत् मूलग्रन्थकारेण इति दोषः कल्पितः, किन्तु दोषलेशः नास्ति. व्यापकत्वम् अवभासते चेत् व्याप्यत्वं बोध्यते एव इति कृत्वा दोषलेशः नास्ति इति, दोषलेशः अपि नास्ति इति उक्तम्. अग्रे. इह च साध्यस्य वह्नेः हेतोः धूमस्य व्यतिरेकः अभावः न ज्ञातव्यः भवति. परन्तु अत्र तु तत् वाक्येन वह्नेः हेतोः इह इत्युक्ते अतः स्वस्य यः व्यापकः वह्निः तत् वाक्ये तत् समानाधिकरणं धूमे अन्वयव्याप्तिवाक्ये. अन्वयव्याप्तिवाक्ये इह अन्वयव्याप्तिवाक्येन व्यतिरेकव्याप्ति न ज्ञातुं शक्यते इत्येव दत्तमस्ति. न ज्ञातुं शक्यते इति नास्ति. समीचीने, पुनः एकवारं पठतु. इह च साध्यस्य वह्नेः हेतोः धूमस्य व्यतिरेकः अभावः न ज्ञातव्यः भवति. इत्युक्ते वयं यः अस्ति धूम यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामश्चेत् तादृशवाक्येन अभावः न ज्ञातुं शक्यते किल महोदय. किन्तु अत्र ज्ञातव्यः इति उक्तं खलु भगिनि. अत्र वार्ता भिन्न, ज्ञातुं न शक्यते इति न उक्तम्. इह च साध्यस्य अन्वयव्याप्तिवाक्ये साध्यस्य वह्नेः हेतोः धूमस्य व्यतिरेकः अभावः न ज्ञातव्यः भवति. इत्युक्ते अस्तु अग्रे पठतु, तदनन्तरं चिन्तयामः. इट् ओट् नाट् टु बि नोन् इति भवति किल महोदय अत्र. पश्यामः अग्रे पठतु, तदनन्तरं चिन्तयामः. धूमाधिकरणे घटादीनाम् एव अभावः खलु गृहीतः. अतः व्यतिरेकस्य अनावश्यकत्वात् वह्निधूमयोः ज्ञानात् एव अस्याः व्याप्तेः ज्ञानमिति इयम् अन्वयव्याप्तिः इति उच्यते. अतः व्यतिरेकस्य अनावश्यकत्वात् वह्निधूमयोः ज्ञानात् एव अस्याः व्याप्तेः ज्ञानम्. मुख्यमस्ति धूमाधिकरणे. धूमाधिकरणे कस्य अभावः भवति इति यदि वयं वदामः घटादीनाम् एव अभावः भवति अत्र. अतः वह्नि अभावः न वक्तुं शक्यते इति दत्तमस्ति. न तर्हि आशयः कः तर्हि अभावः न ज्ञातव्यः भवति इत्यस्य अर्थः कः यदि वयम् अभावः वदामः वा न वदामः अत्र तु वह्निः अपि च धूमः समानाधिकरण्यात् करणम् अस्ति इति कृत्वा अत्र द्वयोः मध्ये अन्वयव्याप्तिः अस्ति इति कृत्वा अत्र तु व्याप्यव्यापकः भावः निरूपितः एव अत्र अभावस्य का अपेक्ष अभावस्य अपेक्षा अपेक्षित अपेक्षा नास्ति इति वा अस्तु अत्र अन्वयव्याप्तिवाक्ये विद्यमानत्वं स्वीकृत्य वाक्यं रचितं यत्र धूमः तत्र वह्निः इति मूलग्रन्थकारेण उक्तं खलु तत्र यत्र धूमः तत्र वह्निः इति उक्तत्वात् यत्र धूमः पर्वते नो चेत् महानसे अस्ति तत्र वह्निः अस्ति इति उक्तत्वात् तेनैव ज्ञातुं शक्नुमः अत्र वह्नि अभावः नास्ति इति अन्येषाम् अभावः भवितुमर्हति धूम अधिकरणे महानसे घटादीनाम् अभावः एव गृहीतः भवति खलु एतद्वाक्यं श्रुत्वा यत्र धूमः तत्र वह्निः इति वाक्यं श्रुत्वा महानसे अन्यानाम् अभावः अस्ति इति ग्रहीतुं शक्यते किन्तु कः अभावः न ग्रहीतुं शक्यते इति चेत् वह्निः अभावः न ग्रहीतुं शक्यते एव किमर्थं यत्र धूमः तत्र वह्निः इति उक्तत्वात् साक्षात् वाक्ये उक्तं यत्र वह्निः महानसे यत्र महानसे धूमः अस्ति तत्र महानसे वह्निः अस्ति इति उक्तत्वात् महानसे अन्येषां पदार्थानाम् अभावः ग्रहीतुं शक्यते किन्तु एतद्वाक्यं श्रुत्वा किम् अभावः न ग्रहीतुं शक्यते इति चेत् वह्नि अभावः निश्चयेन न ग्रहीतुं शक्यते इति कृत्वा अत्र अभावः अन्वयव्याप्तिवाक्ये अभावः न ज्ञातव्यः एव अनावश्यकत्वात् चिन्तनमेव न कार्यं साध्यं किं वह्निः भवतु हेतुः कः धूमः तर्हि वह्नः अन्वयव्याप्तिस्थले साध्येः साध्यस्य अभावचिन्तनमेव न कार्यं साक्षात् वाक्ये उक्तत्वात् अनावश्यकमस्ति तर्हि वह्निर्धूमयोः ज्ञानादेव अस्याः व्याप्तेः ज्ञानम् इति इयं व्याप्तिः इत्युच्यते अन्वयव्याप्तिः इत्युच्यते व्याप्यव्यापकभावः अभावज्ञानं विना अपि अत्र व्याप्यव्यापकभावः द्योतते इति कृत्वा एतादृशवाक्यस्य नाम अस्ति अन्वयव्याप्तिः इति उक्तम् उदं वा हा महोदय एकः प्रश्नः महोदय प्रथमं तु समानाधिकारण्यम् अस्ति इति निर्णयं कर्तव्यं तदनन्तरम् एव एतादृशवाक्यं वक्तुं शक्यते व्यतिरेकव्याप्त्याः आवश्यकं नास्ति इति न अत्र अस्मिन् परिच्छेदे वाक्ये वार्ताद्वयमस्ति भगिनि प्रथमं यत्र धूमः अत्र तत्र वह्निः इति मूलग्रन्थकारेण उक्तं तत्र दोषः कल्पितः यः आक्षेपः करोति तेन दोषः कल्पितः कः दोषः भोः यत्र धूमः तत्र वह्निः इति वाक्यं श्रुत्वा वह्नौ व्यापकत्वं ज्ञातं व्याप्यत्वं न ज्ञायते तर्हि कथं वा अत्र व्याप्तिः सिद्ध्यति व्याप्यव्यापकभावः उभयत्र भवेत् खलु तर्हि व्याप्तिः कथं सिद्ध्यति इति प्रश्नः कृतः तत्र किम् उत्तरमुक्तम् इति चेत् तुल्यवेद्यता अस्ति व्यापकत्वं जानीमश्चेत् व्याप्यत्वम् अपि जानीमः इति कृत्वा अस्मिन् वाक्ये किमपि दोषः कल्पयितुं शक्यते इति प्रथम आशा दोषलेशः नास्ति इति उक्तं तदनन्तरम् इदानीम् अत्र अभावः अपि वक्तव्यं वा यत्र यत्र धूमः तत्र तत्र वह्निः यत्र यत्र वह्निः अभावः तत्र तत्र धूम अभावः इति वाक्यद्वयं वदामश्चेद् एव व्याप्यव्यापकभावः सिद्ध्यति वा इति चेत् न केवलम् अन्वयव्याप्तिवाक्यं वदामश्चेत् पर्याप्तं यत्र धूमः तत्र वह्निः तत्र वह्निः इति उक्तं तर्हि अत्र तत्र वह्निः इति उक्तत्वात् अस्माभिः साधनीयं खलु यत्र धूमः तत्र वह्निः इति अवगच्छामश्चेत् पर्याप्तं अत्र धूमः कुत्र अस्ति पर्वते अस्ति तर्हि पर्वते वह्निः अपि अस्ति इति अनुमानं कर्तुं शक्नुमः खलु व्यतिरेकवाक्यस्य आवश्यकता एव नास्ति इति अत्र उक्तं तर्हि वार्ताद्वयमस्ति अत्र बुद्धं वा श्रूयते भगिनि महोदय बुद्धं महोदय हा अस्तु समीचीनं तर्हि इदानीम् अग्रे गच्छेम व्यतिरेकव्याप्तिः इत्यत्र अस्तु स्वामी महोदय पठति वा सम्प्रति व्यतिरेकव्याप्तिं दर्शयति यत्र वह्निः नास्ति इति व्यतिरेकः अभावः स च साध्यस्य हेतोः च ग्राह्यः तयोः व्याप्तिरूपः सम्बन्धः इहापि एकः व्यापकः भवति अपरः व्याप्यः यः व्यापकः सः व्याप्तिनिरूपकः इत्युच्यते यः व्याप्यः सः व्याप्त्याश्रयः यथा वह्निः व्यापकः धूमनिष्ठव्याप्तिनिरूपकः वह्निः व्यापकः धूमनिष्ठव्याप्तिनिरूपकः अस्तु तावद् वदति वा किञ्चित् आं महोदय इदानीं व्यतिरेकव्याप्तिः इत्युक्ते किम् इति यत्र वह्निः नास्ति तद् आशयः अस्ति दर्शनीयमस्ति अत्र वह्निः नास्ति इति व्यतिरेकः वह्निः क्षम्यतां वह्निः नास्ति इति व्यतिरेकव्याप्ति दर्शयति स्थूलाक्षरैः मूलपङ्क्तौ उक्तं मूलग्रन्थकारेण उक्तम् तर्हि वह्निः यत्र वह्निः नास्ति तत्र धूमः नास्ति इति व्यतिरेकव्याप्तिं दर्शयति मूलग्रन्थकारः व्यतिरेकः इत्युक्ते अभावः व्यतिरेकः इति पदस्य अर्थः अस्ति अभावः सः साध्यस्य हेतोः च ग्राह्यः साध्यः हेतोः द्वयोः ग्राह्यः अस्ति एतत् व्यतिरेकव्याप्तिः न अत्र अभावः इत्युक्ते साध्यस्य अभावः हेतोः अभावः उभयमपि व्यतिरेकव्याप्तिवाक्ये वक्तव्यं भवति तदेव अत्र लिखितम् साध्यवह्निः नास्ति यत्र वह्निः नास्ति तत्र धूमः नास्ति इति अभावं स्वीकृत्य कयोः अभावं साध्यस्य हेतोः अभावं स्वीकृत्य वाक्यं रचितं तर्हि अत्र विषयः कः ग्राह्यः इत्युक्ते विषयः कः इति चेत् साध्य अभावः हेतु अभावः तौ बुध्यते बुध्येते अस्तु अग्रे तयोः व्याप्तिरूपः सम्बन्धः साध्यहेतोः मध्ये साध्यहेतोः नास्ति तयोः इत्युक्ते कयोः व्याप्तिव्यापक व्याप्यव्यापकः मध्ये न महोदय अत्र कस्मिन् विषये चिन्तनं व्यतिरेकव्याप्तिः खलु व्यतिरेकः इत्युक्ते अभावः साध्य अभावहेत्वभावयोः व्याप्तिरूपः सम्बन्धः तयोः इत्युक्ते अभावः इति वक्तव्यं साध्य अभावहेत्व अभावयोः न तु साध्यहेत्वोः महोदय वाक्यं तदेव अभाववाक्यं तादृशं वक्तव्यं साध्यहेत्वोः व्याप्तिरूपसम्बन्धः नास्ति अत्र साध्य अभाव हेत्व अभावयोः व्याप्तिरूपः सम्बन्धः अत्र व्याप्यव्यापकसम्बन्धः इहापि एकः व्यापकः भवति अपरः व्याप्यः अस्तु इह अपि एकः व्यापकः इह इत्युक्ते कुत्र व्यतिरेकव्याप्ति वाक्ये उत्तमं हा व्यतिरेकव्याप्तिवाक्ये एकः व्यापकः भवति अपरः व्याप्यः भवति यः व्यापकः सः व्याप्तिनिरूपकः इत्युच्यते यत् यः व्यापकः सः व्याप्तिनिरूपकः महोदय व्यापकेन व्याप्तिः निरूपितः भवति व्याप्यः यः व्याप्यः सः व्याप्त्याश्रयः इत्युक्ते कथं वक्तव्यम् व्याप्त्याश्रयः व्याप्तिः कुत्र भवेत् व्याप्ये भवेत् खलु व्याप्यः इत्युक्ते व्याप्ति आश्रयः आश्रयः इत्युक्ते अधिकरणं व्याप्तिः कुत्र अस्ति व्यापकेन निरूपितव्याप्तिः कुत्र अस्ति इति चेत् व्याप्ये अस्ति इति कृत्वा व्याप्यः व्याप्याश्रयः व्याप्त्याश्रयः बुद्धं वा व्याप्तेः आश्रयः षष्ठीतत्पुरुषसमासः व्याप्तेः आश्रयः व्याप्त्याश्रयः महोदय अग्रे व्याप्ताश्रयः यथा वह्निः व्यापकः यथा वह्निः व्यापकः धूमनिष्ठाव्याप्तिनिरूपकः अत्र वाक्ये वह्निः एव व्यापकः अस्ति तदेव धूमनिष्ठा व्याप्तिनिरूपकः अत्र इत्युक्ते कुत्र वाक्ये व्यतिरेकव्याप्तिवाक्ये यथा वह्निः व्यापकः वह्निः व्यापकः इति उक्तं चेत् वह्नि अभावः व्याप्ता व्यापकः इति उक्तं वा वह्निः व्यापकः इति उक्तं वा वह्निः एव व्यापकः इति उक्तं वा हा तर्हि अत्र यदि वह्निः अभावं स्वीकृत्य वाक्यं नास्ति चेत् व्यतिरेकव्याप्तिः न भवति खलु महोदय यथा हा तत्र यथा अन्वयव्याप्तिवाक्ये वह्निः व्यापकः धूम स च वह्निः धूमनिष्ठव्याप्तिनिरूपकः अस्ति कुत्र इति चेत् अन्वयव्याप्तिवाक्ये बुद्धं वा महोदय यत् वह्निः व्यापकः धूमनिष्ठाव्याप्तिनिरूपकः अन्वयव्याप्ति हा अन्वयव्याप्तिवाक्ये वह्निः व्यापकः अस्ति स च वह्निः व्यापकरूपवह्निः धूमनष्टव्याप्तिं धूमे निरूपयति अस्तु अग्रे धूमः धूमः वह्निनिरूपित व्याप्त्याश्रयः सत्यम् अग्रे पूर्वोदाहृतस्थले दृष्टम् इदम् अस्माभिः हा अन्वयव्याप्तिस्थले अस्माभिः दृष्टं खलु आं महोदय अग्रे एकः निरूपकः अन्यः आश्रयः शते अधिकरणेषु मध्ये दशषु स्थलेषु अस्ति वह्निः धूमश्च पञ्चसु स्थलेषु तर्हि दशभ्यः अधिकरणेभ्यः भिन्नाः ये ये पदार्थाः प्रदादयः तत्र वह्निः नास्ति धूमः अपि नास्ति न तु एतावत् मात्रम् वह्नेरपि यानि दश अधिकरणानि तेषु पञ्चसु एव अस्ति धूमः तदितरेषु तर्हि धूमः नास्ति इति अभावः आगतः अत्र पूर्वम् अत्र उदाहरणं दत्तमासीत् खलु अत्र चेस् बोर्ड् इव व्याप्यव्यापकभावः इति एतत् सर्वम् अस्माभिः चिन्तितं खलु कस्मिन् पुटे 191 पेज् मध्ये आं महोदय हा तदेव अत्र परामर्शितं नूतनं किमपि नास्ति आं महोदय हा किञ्चित् वदति वा सर्वदा मम मनसि सन्देहः अस्ति एव भवान् अवगच्छति वा न वा इति अधिकरणानि तु बहूनि सन्ति किन्तु केवलं दश अधिकरणानि एव अधिकरणे एव अधिकरणेषु एव वह्निः अस्ति किन्तु धूमः तु न्यूनम् अस्ति व्याप्य तेषु केवलं तदपि वक्तव्यं तेषु दश अधिकरणेषु पञ्चसु स्थलेषु धूमः अस्ति धूमः अस्ति इति कृत्वा यत्र यत्र वह्निः अभावः तत्र धूमाभावः अपि अस्ति खलु सत्यं महोदय हा तावदेव अत्र उक्तम् अस्तु अग्रे आहत्य 90 स्थलेषु वह्न्याभावः 95 स्थलेषु धूमाभावः इति लभ्यते तेन च धूमाभावः व्यापकः वह्न्याभाव निष्ठव्याप्तिनिरूपकः पूर्वपङ्क्ति तु बुद्धं स्पष्टं महोदय तेन च धूमाभावः व्यापकः इदानीं व्यतिरेकव्याप्तिः इति वाक्यं स्वीकृत्य वह्निः अभावः यदस्ति धूमाभावः क्षम्यता धूमाभावः व्यापकः भवति वह्न्याभावः एव व्याप्तिः अस्ति समीचीनतया व्याप्तिः वा व्याप्यः वा व्याप्यः व्याप्यः अस्तु वह्न्याभावश्च धूमाभावव्याप्यः धूमाभावनिरूपितव्याप्ति त्याश्रयः इति च आयाति अग्रेपि पठतु अतः यत्र यत्र वह्न्याभावः तत्र तत्र धूमाभावः इति उक्तं साधु सङ्गच्छति यत्र यत्र वह्न्याभावः तत्र तत्र धूमाभावः इति व्यतिरेकव्याप्तिवाक्यमस्ति खलु आम् महोदय तत्र व्याप्यः कः व्यापकः कः व्यापकः तु धूमाभावः अस्ति व्यापकः अस्ति वह्न्याभावः उत्तमं यत्र यत्र वह्न्याभावः तत्र धूमाभावः इति यदुक्तं तत् समीचीनमेव महोदय तत्र तत्र एकं नास्ति वा यत्र यत्र वह्न्याभावः न यत्र यत्र वह्न्याभावः तत्र इति वदामश्चेत् पर्याप्तं नास्ति इति अत्र दोषः नास्ति पर्याप्तं यत्र यत्र वन्यभावः तत्र तत्र इति एव अवगमनं भवति किन्तु तत्र इति उक्तं चेदपि यत्र यत्र वन्यभावः तत्र धूमाभावः इति चेत् क्लेशः नास्ति अस्तु तर्हि व्यतिरेकव्याप्तिः इत्युक्ते किं तत्र व्यापकः कः व्याप्यः कः व्याप्तिः कुत्र भवति कः निरूपकः अन्वयव्याप्तिः इति एतत् सर्वम् अस्माभिः चिन्तितम् अत्र अन्वयव्याप्तिः इत्यत्र यः परिच्छेदः वर्षाभगिन्या पठितं तत्र अन्तिमवाक्यं मुख्यमस्ति व्यतिरेकस्य अनावश्यकत्वात् यत्र धूमः तत्र वह्निः पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यत्र अन्वय साध्यं किं वह्निः साध्यं निरूपणीयं तत्र वह्नेः व्यापकत्वं निरूपयामश्चेत् पर्याप्तं वह्निः व्यापकः धूमः व्याप्यः इति निरूपयामश्चेत् यत्र धूमः अस्ति तत्र वह्निः भवत्येव तयोः मध्ये सामानाधिकरण्यमस्ति इति कृत्वा पर्वते वह्निः अस्ति इति अनुमानं कर्तुं शक्नुमः इति अस्ति. तर्हि उभयवाक्यद्वयं निश्चयेन वक्तव्यम् इति नास्ति. अस्तु, अग्रे गच्छेम. इदानीम् अन्यूनवृत्तित्वव्यापकत्वं न तु अधिकदेशवृत्तित्वम् इति अत्र उक्तमस्ति. शिवरामहोदय पठति वा? आं महोदय. अत्र इदम् अवधेयम् अत एव पठनीयं न? अत्र इदम् अवधेयं वह्नीधूमयोः उदाहरणं तद् उपपादनाय तयोः अधिकरणानां परिगणनं तत्र न्यूनत्वाधिक्यविचारः इति सर्वं ज्ञात्वा एवं कस्यचित् भवति ज्ञानं व्यापकः नाम अधिस्थलवृत्तिः, व्याप्यः नाम न्यूनस्थलवृत्तिः. पूज्यते चापिदं प्रकृतोदाहरणे व्याप्यस्य धूमस्य पञ्चस्थलानि, व्यापकस्य वह्नेः दशस्थलानि. एवम् अभावयोः अपि व्याप्यस्य वह्नि अभावस्य नवतिः स्थलानि, व्यापकस्य धूम अभावस्य पञ्चनवतिः स्थलानि. अग्रे अपि पठतु महोदय. पठित्वा अत्र सिद्धान्तविषये किमपि नास्ति, सामान्यविषयः. तर्हि अग्रे पठित्वा समग्ररीत्या वदतु. परन्तु अनेकानि तथाविधानि साध्यहेतोः उदाहरणानि भवन्ति. यत्र साध्यस्य यावन्ति स्थलानि तत्तुल्यानि हेतोः अपि, न हि तत्र न्यूनाधिकभावः. यथा वह्निः तेजस्वीवान् उष्णस्पर्शात् इत्यत्र, अत्र च वह्निः पक्षः तेजस्वत्वजातिः साध्यते उष्णस्पर्शः हेतुः. अत्र तेजस्त्वजातेः यावन्ति अधिकरणानि तत्र सर्वत्र उष्णस्पर्शः वर्तते. एवम् उष्णस्पर्शः यावत्सु अधिकरणेषु अस्ति तत्र सर्वत्र तेजस्त्वजातिः, न हि अत्र अधिकरणानां न्यूनाधिकभावः अस्ति च व्याप्यव्यापकभावः. अतः साध्यत्वेन यत् अभिमतं तत् हेतोः यावन्ति अधिकरणानि तत् अपेक्षया न्यूनस्थलेषु मा भूत् इति एव अपेक्षितम्. एवंविधम् एव अन्यूनवृत्ति इत्युच्यते, तस्य च भावः वह्निधूमयो उदाहरणं तद् उपादानाय तयो अधिकरणानां परिगणनं तत्र न्यूनत्वाधिक्यविचार इति सर्वं ज्ञात्वा एव कस्यचित् भवति. अत्र व्यापकनाम अधिकस्थलवृत्तिः, एतत् सर्वं पठितमस्ति. व्याप्य नाम न्यूनस्थलवृत्तिः. वह्निधूमयोः उदाहरणस्य उदाहरणे यत् व्यापकम् अस्ति तत् अधिक स्थलवृत्तित्वं तत्र विद्यते. यत् व्याप्य अस्ति तत्र न्यूनस्थलवृत्तित्वं तत्र विद्यते. सत्यं. किन्तु युज्यते च व्यापकत्वम् इत्युक्ते अधिकदेशवृत्तित्वं, व्याप्यत्वम् इत्युक्ते न्यूनदेशवृत्तित्वम् इति अवगच्छामश्चेत् अस्मिन् प्रकृत उदाहरणे वह्निधूम उदाहरणे तत्तु सङ्गच्छते खलु. किन्तु सर्वत्र तादृशं न भवति. तत्र उदाहरणं किम्? व्याप्यस्य वह्निः तेजस्त्ववान् उष्णस्पर्शात् इति अनुमानवाक्यं खलु तेजस्त्ववान् उष्णस्पर्शवत् इति तत्र तेजस्त्वत्वम् अपि च उष्णस्पर्शत्वम् अनयोः मध्ये अन्यून अत्र न्यून अधिक अधिकभावः नास्ति यत्र यत्र तेजस्तत्वमस्ति तत्र सर्वत्र उष्णस्तत्वमस्ति यत्र यत्र उष्णस्पर्शत्व स्पर्शस्तत्वमस्ति तत्र सर्वत्र तेजस्तत्वमस्ति अवगतम् इति कृत्वा तर्हि यत्र समानमस्ति तत्र व्याप्यभावभावः अस्ति वा न वा इति चेत् अस्ति एव तर्हि व्यापकत्वम् इत्युक्ते अधिकदेशवृत्तित्वम् इति न अवगन्तव्यम् न्यूनदेश अवृत्तित्वं न्यूनदेश अभावत्वम् इति एव अवगन्तव्यम् इति अर्थः व्यापकत्वं नाम अधिकदेशवृत्तित्वम् इति अर्थः नास्ति किन्तु न्यूनदेश अवृत्तित्वं व्याप्यस्य अपेक्षया व्यापकं न्यूनदेशे न भवेत् इति चेत् पर्याप्तं व्यापकत्वं सिद्ध्यति व्याप्यत्वं नाम किं न्यूनदेशवृत्तित्वं व्याप्यत्वं नास्ति व्यापकस्य अपेक्षया अधिकदेशे न भवेत् इति अस्ति चेत् तत्र व्याप्यव्यापकभावः अस्ति एव इति अवगन्तव्यम् इति अत्र लिख्यति अत्र लिखितं तर्हि किञ्चित् परिष्कृतं व्याप्यत्वम् इत्युक्ते किम् अधिकदेशवृत्तित्वम् इति अस्माभिः अधीतं किन्तु इदानीम् अन्यून अवृत्तित्वम् अन्यूनवृत्तित्वम् इति उक्तम् अन्यूनवृत्तित्वं न्यून अवृत्तित्वम् इत्युक्ते अन्यूनवृत्तित्वमेव व्यापकत्वम् इति उक्तम् अग्रे अपि पठतु महोदय भवानेव इमानि हि इमानि हि धूमस्य अधिकरणानि तद् अपेक्षया वह्नेः अधिकरणानि न न्यूनानि धूमः अस्ति पर्वतः महानसं महानसे धूमः अस्ति गोष्ठे अस्ति धूमशकटे धूमः अस्ति चत्वर नाम किं महोदय चत्वर इत्युक्ते फ्रण्ट् पेशियो पेक्यू अस्माकं गृहस्य अग्रभागे यदस्ति तदेव चत्वारः आमां गेलरी इति वयं नो चेत् पेशियो आमां पर्वते धूमस्य अत्र अधिकरणानि सन्ति पर्वतः चत्वारः महानसं गोष्ठं तथा धूमशकटं चित्रे अत्र इमानि तु धूमस्य अधिकरणानि तदपेक्षया वन्ये अधिकरणानि न न्यूनानि अधिकानि सन्तु वा न वा व्यापकत्वाय तत् न चिन्तनीयं न्यूनानि तावत् मा भुवन् अतः वह्निः धूमस्य व्यापकः वह्निः तेजस्त्ववान् उष्णस्पर्शात् इति अत्रापि उष्णस्पर्शः हेतुः तस्य यावन्ति स्थलानि तदपेक्षया साध्यस्य अधिकरणानि यद्यपि न अधिकानि न न्यूनानि अपि अतः तेजसत्वं तेजस्त्वम् उष्णस्पर्शस्य भवति व्यापकम् इत्थमेव सर्वत्र साध्यपदार्थः ज्ञातव्यः यः हेत्वापेक्षया अन्यूनवृत्ति इति अन्यूनवृत्ति इति अत्र धूमस्य अधिकरणानि दत्तानि सन्ति किन्तु वह्नेः अधिकरणानि अपि धूमस्य अधिकरणात् न्यूनानि सन्ति इति तस्य अर्थः नास्ति अधिकानि अपि भवितुम् अर्हन्ति व्यापकत्वाय तत् न चिन्तनीयं न्यूनानि तावत् मा भुवन् अतः व्यापकः किं न चिन्तनीयं महोदय व्यापकत्वाय तत् न चिन्तयेन् तत् इत्युक्ते किं न चिन्तनीयं तत्र अधिकरणानां संख्या न चिन्तनीयं कति अधिकरणानि सन्ति इति न इत्युक्ते अत्र पञ्च अधिकरणानि दत्तानि सन्ति खलु. धूमः पर्वते अस्ति, चत्वरे अस्ति, महानसे अस्ति, गोष्ठे अस्ति, धूमशकटे अपि अस्ति इति दत्तं. तर्हि इदानीं वह्निः व्यापकः वा धूमस्य व्यापकः वा न वा इति बोद्धुम् इदानीम् अन्यानि अत्र लोके बहूनि अधिकरणानि सन्ति खलु. तत्र वह्निः अस्ति किन्तु धूमः नास्ति इति न चिन्तनीयम्. येषु अधिकरणेषु यत्र यत्र धूमः अस्ति तेषु अधिकरणेषु वह्निः अस्ति चेत् पर्याप्तं. किन्तु तेषु सर्वेषु अधिकरणेषु अस्ति वह्निः अस्ति चेदपि वह्निः व्यापकः एव. इतोपि एकम् अधिकरणं भवेत् यत्र वह्निः अस्ति किन्तु धूमः नास्ति इति अपेक्षा नास्ति इति उत्तरम् उक्तमस्ति. तर्हि यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इति चेत् पर्याप्तम्. इतोपि यत्र धूमः नास्ति तत्रापि वह्निः अस्ति चेद् एव वह्नेः अधिकर व्याप्य व्यापकत्वं सिद्ध्यति इति नास्ति. अतः अन्यूनवृत्तित्वम् एव व्यापकत्वम् इति आगतं. तदेव अत्र उक्तं बहु समीचीनतया प्रतिपादितम्. अस्तु, धन्यवादः महोदय. अग्रे रमेश महोदय पठति वा. एवम् अनतिरिक्तव्यक्तित्वम् एव व्याप्यत्वम् इति. अनतिरिक्तवृत्तित्वं व्याप्यत्वम् एवं विस्तरेण साध्यस्वभावे चिन्तिते हेतोः अपि न्यूनवृत्तित्वम् अनपेक्षितम् इति सुज्ञेयं. तथापि हितार्थम् उच्यते. यदि हेतुः न्यून अधिकरणवृत्तिः आवश्यकः इति नियमः भवेत् तदा पूर्व उक्तवह्निः तेजस्त्ववान् उष्णस्पर्शात् इति स्थले दोषः. दर्शितरीत्या तत्र साध्यहेत्वोः तुल्य आश्रय आश्रितत्वात् अतः यः हेतुत्वेन अभिमतः सः साध्य अधिकरण भिन्ने न भवेत् साध्य अभाव अधिकरणे न भवेत्. तत्र यत् पूर्वं चिन्तितं तस्य यत्र तेजस् वह्निः तेजस्त्ववान् उष्णस्पर्शात् तत्र द्वयोः न्यूनवृत्तित्वं नास्ति. यत्र तेजस्त्ववान् अस्ति तत्र उष्णस्पर्शात् अपि भवेत् एव. तर्हि तत्र तेजस्त्वम् अत्र अत्र साध्यं किं महोदय? वह्निः तेजस्त्ववान् उष्णस्पर्शात् इत्यत्र साध्यं किं? साध्यं तेजस्त्वं उत्तमम्. अपि च हेतुः कः? उष्णस्पर्शात् उष्णस्पर्शत्वं खलु. उष्णस्पर्शत्वं हेतुः. तर्हि इदानीं वदतु, यत्र तेजस्त्वम् अस्ति तत्र सर्वत्र उष्णस्पर्शत्वम् अपि अस्ति. विपरीतरीत्यापि वक्तुं शक्यते, यत्र उष्णस्पर्शत्वम् अस्ति तत्र सर्वत्र तेजस्त्वम् अपि अस्ति इति कृत्वा न्यून अधिकवृत्तित्वं नास्ति. न्यूनाधिकवृत्तित्वं नास्ति चेत् कथं वा व्याप्यव्यापकभावः सिद्ध्यति इति न प्रष्टव्यम्. तर्हि अत्र किं वक्तव्यम्? तत्र तत्र अन्यूनवृत्तित्वम् एव तस्य लक्षणं खलु महोदय? न न इदानीं व्याप्यत्वम् इत्युक्ते किम् इति चिन्तनं व्याप्यत्वम् इत्युक्ते अनतिरिक्तवृत्तित्वमेव व्याप्यत्वम् इत्युक्ते यत्र यत्र व्यापकः अस्ति तस्मात् अधिकं व्याप्यः न भवेत् तस्मात् न्यूनं व्याप्यः भवेत् इति आशयः नास्ति तस्मात् अधिकं व्याप्यः न भवेत् इति अर्थः तदेव अत्र लिखितं साध्य अधिकरणभिन्ने न भवेत् साध्य अभाव अधिकरणे न भवेत् इति आशयः तत्र ते तुल्य आश्रय आश्रितवात् इत्युक्ते तत्र यत्र यत्र तेजस्त्वम् अस्ति तत्र तत्र उष्णस्पर्शत्वम् अपि भवेत् एव तर्हि भवेदेव भवेदेव चेत् तादृशम् अस्ति एव अस्ति एव अतः साध्य अधिकरणभिन्ने साध्य अधिकरणभिन्ने न भवेत् साध्य अभाव अधिकरण न भवेत् तद् न बुद्धं महोदय लास्ट् साध्य अभाव अधिकरणे साध्यस्य अभावः यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे हेतुः न भवेत् इति एव आशयः हेतुः न भवेत् बुद्धः अस्तु अग्रे एवमेव वह्नौ न इमानि इति त्यक्तम् इमानि च वह्नेः तत्र चित्रमस्ति खलु तत् पठतु महोदय प्रथमं चित्रं वह्निः अस्ति कुत्रचित् अस्ति तत्र बहुषु स्थलेषु वह्निः अस्ति वह्निः अस्ति सर्वं जगत् वह्नि अभाववत् हृद्दादि अत्र अस्ति तत्र वृत्तित्वं जलादौ तस्य वृत्तित्वं जलादौ अस्ति वह्निः किञ्चित् स्थले अस्ति तद् भिन्नजले भिन्नस्थले जलादौ एवम् अस्ति वा वह्नि अभावः तद्जले तद्भिन्नस्थले अस्ति सत्यं वह्नि अभावत्वं जलादौ बहुषु स्थलेषु अस्ति तर्हि आशयः किम् इति चेत् यत्र यत्र वह्निः अभावः अस्ति तत्र हेतुः न भवेत् इति एव आशयः यत्र वह्निः अत्र अस्ति तस्मात् न्यूनस्थले एव हेतुः भवेत् इति आशयः नास्ति व्याप्यत्वस्य निरूपणार्थं यत्र यत्र वह्नि अभावः नास्ति तत्र सर्वत्र हेतुः न भवेत् तदेव अनतिरिक्तवृत्तित्वम् इति अस्तु अग्रे पठतु महोदय इमानि च वह्नेः अधिकरणानि धूमस्य तद् अपेक्षया अधिकानि न सन्ति न्यूनानि सन्तु वा मा स्म भवन् न हि तत् व्याप्यत्वनिर्वाहाय आवश्यकम् अधिकानि तावत् मा भुवन् एष एव हि हेतुः यः साध्य अपेक्षया अधिकस्थलेषु भवति सः साधारणः व्यभिचारी इति वा कथ्यते तद् एतत् हेत्वावभासप्रकरणे चिन्तयामः प्रकृते च धूमः न तथा विदः न सन्ति एव तस्य अधिकानि अधिकरणानि तत्र धूमस्य अपेक्षया वह्नेः अधिकरणानि धूमस्य अपेक्षया अधिकं तदपेक्षया अधिकानि न सन्ति तदपेक्षया धूमस्य धूमस्य अधिकरणानि वह्नेः अपेक्षया अधिकं न सन्ति उत्तमं वह्नेः अधिकरणस्य अपेक्षया अधिकानि न सन्ति वह्नेः अधिकरणस्य अपेक्षया न अधिकानि सन्ति न्यूनं भवेत् इति न नियमः अस्ति तदेव सत्यं सत्यम् अपि च अत्र पश्यतु, यः साध्य अपेक्षया अधिकस्थलेषु भवति सः साधारणः व्यभिचारी इति वा कथ्यते। यदि यस्मिन् अधिकरणे साध्यं नास्ति तस्मिन् अधिकरणे यदि हेतुः अस्ति तादृशहेतुः व्यभिचारी इति कथ्यते। इत्युक्ते तदेव हेत्वाभासः, हेतु आभासः इत्युक्ते वस्तुतः हेतुः नास्ति। हेतोः धर्मः कः? अनतिरिक्तवृत्तित्वं। यस्मिन् अधिकरणे साध्यं नास्ति तत्र हेतुः न भवेत्। यदि तत्र हेतुः अस्ति, साध्य अभाव अधिकरणे हेतुः अस्ति चेत् इदानीं सः हेतुः किं जातं? हेत्वाभासः जातः। तत् केवलं हेतोः आभासः एव, वस्तुतः हेतुः नास्ति, समीचीनहेतुः नास्ति इति। अस्तु अग्रे महोदय। एवमेव एवमेव वह्नौ उष्णत्वसाधकः तेजस्वहेतुः माभूत् नामः सः न्यूनस्थलेषु अधिकेषु परं न अस्ति इति सः अनतिरिक्तवृत्तिः इति कथ्यते। तस्य भावः अनतिरिक्तवृत्तित्वं प्रकरणार्थः तु साध्यस्य अन्यूनवृत्तित्वं साधकस्य हेतोः अनतिरिक्तवृत्तित्वं च अपेक्षितम् अनुमीयते अनुमितये। अतः तत् अस्ति तत् अस्तित्वम् अस्तित्व न अस्तित्वे एव सर्वदा इह चिन्तये इति अलम् चिन्त्ये इति अलम् इति अलम्। तत्र उष्णत्व तेजस्त्व विषये अस्ति। उष्णत्वं यत्र अस्ति तत्र तेजस्त्वम् अपि अस्ति इति अस्ति, न्यूनस्थले न अस्ति इति। परन्तु तत् सः अनतिरिक्तवृत्तिः भव इति एव कथ्यते। यत्र यत्र तेजस् यत्र यत्र उष्णत्वम् अस्ति तत्र तत्र तेजस्त्वम् अपि अस्ति, तर्हि तत् अन अतिरिक्तं न अस्ति। तत् भावः यत् अनतिरिक्तभावः एव अनरिक्त भावः एव तत् अनरिक्तत्ववृत्तित्वम् अन अतिरिक्तवृत्तित्वम् इति दत्तमस्ति। तत् तर्हि द्वयोः मिलित्वा पूर्वस्मिन् यत् पृष्ठे यद् दत्तमासीत् अन्यूनवृत्तित्वं साध्यस्य अन्यूनवृत्तित्वम् अस्ति, साधकस्य यानि हेतोः अनतिरिक्तवृत्तित्वम् इति अस्ति इति एव दत्तमस्ति। तर्हि व्यापकत्वं व्याप्यत्वम् इत्युक्ते अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वम् इति न अवगन्तव्यम्। अन्यूनवृत्तित्वमेव व्यापकत्वम्, अन् अतिरिक्तवृत्तित्वमेव व्याप्यत्वम् इति अवगन्तव्यम्। किमर्थं च अपेक्षितम्? अनुमितये, अनुमितये इत्युक्ते अत्र अनुमित्यर्थम्, अनुमितीकरणार्थं चतुर्थी अनुमितये इति इति कृत्वा तत्र एतदेव अपेक्षितः अस्ति, अन्यूनवृत्तित्वम् अन् अतिरिक्तवृत्तित्वम् इति अवगन्तव्यम् इति अस्ति। अस्तु समयः जातः अत्र सगेम। इदानीम् अत्र पाठः कुत्र गच्छति इति चेत् व्यतिरेकव्याप्त्या हेतोः कः लाभः, किमर्थं व्यतिरेकव्याप्तिः वक्तव्यम्। अत्र यः परिच्छेदः वर्षा भगिन्या पठितं तत्र किं लिखितमासीत्? व्यतिरेकस्य अनावश्यकत्वात् इति उक्तं खलु। साध्यं वह्निः पर्वते साधनीयं, तर्हि यत्र धूमः अस्ति तत्र वह्निः अस्ति इति वदामश्चेत् पर्याप्तं। पर्वतः पर्वते धूमः अस्ति तर्हि पर्वते वह्निः अस्ति इति अनुमातुं शक्नुमः। तर्हि व्यतिरेकव्याप्तिः किमर्थं वक्तव्यम्? तस्य कः लाभः इति अग्रे आगच्छति. अस्तु, वस्तुतः नूतनं किमपि नास्ति, वयं जानीमः. तदा एव व्यतिरेकव्याप्तिं वदामश्चेद् एव अत्र व्याप्यव्यापकभावः सिद्ध्यति इति अग्रे पाठः आगच्छति. अग्रिमे वर्गे इतोपि तस्मिन् विषये चिन्तनं कुर्मः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.